पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 139 महादेव उवाच साभ्रमत्युत्तरे कूले अग्नितीर्थमिति श्रुतं तस्याश्चोत्तरपूर्वेण नादिदूरे कृदास्पदं तीर्थं पालेश्वरं नाम चण्डी यत्र प्रतिष्ठिता पीठं तद्योगमाधूनां सर्वसिद्धिविनायकं यत्र ताः सर्वदेवानां कार्यार्थे मातरस्थिताः परमं यत्नमास्ताय लोकानुग्रहकारणाद् त्रिरात्रमुषिदो भूत्वा तस्मिंस्तीर्थे दृढव्रतः अभिगच्छेत्तमीशानं देवेशं चण्डिकेश्वरं साभ्रमत्यां कृतस्नानो मातृतीर्थस्य सन्निधौ समाधिविधिना युक्तो गच्छेद्वै मातृमण्डलं गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः अग्नितीर्थे नरस्नात्वा चामुण्डादर्शने कृते न भयं जायते तस्य रक्षो भूतपिशाचजं गोकुरा च नदी यत्र साभ्रमत्यां तु संगदा तत्र तीर्थसहस्राणि तिष्ठन्तीति सुरेश्वरि श्राद्धं तत्र प्रकर्तव्यं तिलचूर्णेन पार्वति पिण्डान् दत्त्वा द्विजान् भोज्य अक्षयं पदमाप्नुयाद यत्र कुकर्दमो राजा पापिष्ठो दुर्धरःकलः मूढोऽहङ्कारसंयुक्तो द्विजानां परिनिन्दकः गोघ्नोऽपि बलः चैव पापिष्ठो दुर्दमः सदा राज्यं च कुर्वतस्तस्य पुरे पिण्डारसंज्ञके तदा मृत्तिः समापन्ना धर्मे योगे सुरेश्वरी मृतोऽसौ तत्र संजातः प्रेतरूपो महेश्वरि पिदास्य शुष्कतुण्डश्च पीदरो माथ कर्कशः उच्चस्तरो बहुरोमा क्षुत्पिपासा प्रपीडितः वायुभक्षं प्रकुर्वाणः प्रगच्छति इतस्ततः बहुप्रेतैः समयुक्तो हाहेदि करुणोरुदन् किं कर्तव्यमिति प्राहुः प्रेतास्ते वै समीपगाः तेऽपि तदा रोदमानाः क्षुत्पिपासादिपीडिताः अन्ये प्रेदा दुरात्मानो राज्ञः सङ्गतिमाययुः राज्ञा सार्धं च गच्छन्ति लोकान्विजनकान् बहून् नोदकमथवा चान्नं न मार्गे दृश्यते कदा ते प्रेदा दुष्टरूपाश्च विचरन्ति महीतले भक्षन्ति शवमांसानि पिबन्ति रुधिरं सदा एवं कुकर्दमो राजा सदा तैः परिवारितः कदाचिद्दैवयोगेन गुरोराश्रममन्वगाद पूर्वजन्मकृतं पुण्यं तेन योगेन सङ्गदः पार्वत्युवाच किं कृतं तेन वै पुण्यं वद विश्वेश्वरप्रभो अयं पापी दुरात्मा च ब्राह्मणानां च दुःखदः सत्सङ्गधिः कथं जादा तन्मे दुस्तरदो वद महादेव उवाच येदेन नरदेवेन पूर्वजन्मनि यत्कृतं तत्सर्वं कथयिष्यामि शृणु त्वं नगनन्दिनि पूर्वजन्मन्ययं देवि ब्राह्मणो वेदपाठकः सम्पूज्य च महादेवं कृत्वा चातिथिपूजनं भोजनं कुरुते नित्यमस्सौ वाडवसत्तमः तेन पुण्यप्रभावेन पुरोपिण्डारसंज्ञके राजा वै तत्र सञ्जातः कुकर्दम इति श्रुतः कर्मणा मनसा चैव न कृतं पुण्यमेव च तेन देवाभियोगेन मृदो वै प्रेदराडभूत शुष्कास्य शुष्करूपश्च पीतवर्णकरालकः पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि तेन पुण्याभियोगेन सङ्गदो गुरुणाश्रमे कहोडो वर्तते तत्र तेन दृष्टोऽथ प्रेतराड शुष्कास्य शुष्करूपश्च पीतवर्णकरालकः गम्भीराक्षो महापापी दुष्टैः प्रेतैश्च संयुधः ऊर्ध्वरोमा जडायुक्तः कालरूपो भयङ्करः एवं दृष्ट्वा तदा देवि विह्वलो वाडवोऽभवद कहोड उवाच अस्मिन् मनोरमे चाहं स्थाने वै परमाद्भुते अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट दुरात्मा दुष्टरूपश्च कालरूपो भयङ्करः केन कर्मविपाकेन जातो वै भूतले शुभे प्रेत उवाच शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम् अहं कुगर्दमो राजा पुरे पिण्डारसंज्ञके तत्रस्थेन मया देव यत्कृतं तच्छृणुष्व हि ब्रह्मणां हिंसनं चैव पुरा सत्यादिभाषणं प्रजानां पीडनं चैव जीवानां हिंसनं सदा गवां वै दुःखकर्ताहं ब्राह्मणव्रतलोपनः अस्नाद सर्वदा विप्र सज्जनानां विदूषकः विष्णुनिन्दापरो नित्यं वैष्णवानां च निन्दकः दुराचारो दुरात्मा च वृषली संयुधः सदा तत्र तत्र प्रभुञ्जानो नाहं शौचपरायणः तेन कर्माभियोगेन मृदो वै द्विजराट्तदः प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकथा यस्य मातापिता नास्ति यस्य स्वजनबान्धवाः तस्य बन्धुर्गुरुर्मादा पितापि गुरुरेव च इति ज्ञात्वा दुर्भो ब्रह्मन् मुक्तिं दातुं त्वमर्हसि कपोड उवाच शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव मुक्तिं यास्यदि वै सद्यो भवांस्त्विहनसंशयः एकादशपुरोगाश्च प्रेदाये तव सङ्गदाः ते चापि मुक्ति मायान्ति सुदीर्थेऽस्मिन् विशेषतः तदा वै तेन विप्रेण तीर्थे गत्वा सुरेश्वरी सर्वैश्च कारयामास तिल पिण्डोदगक्रियाः न मासो न तिथिर्देवी तीर्थे गत्वा पुनः पुनः कर्तव्यं श्राद्धकर्मादिब्रह्मणोक्तं पुरा मम कृते कर्मणि देवेशि मुक्तास्ते तीर्थराजके विमानवरमारूढास्ते गदा मामकीं पुरीं सङ्गदा गोखुरा यत्र साभ्रमत्या सुरेश्वरि तत्र स्नानं च दानं च कोडियज्ञफलं लभेद यत्राग्नितीर्थं वर्तेद कपालेश्वरसंज्ञकं तत्र मुक्तिस्तु सम्प्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् इति श्री पद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे एकोनचत्वारिंशत्यधिकशततमोऽध्यायः ॐ